सरस्वति महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति धातुविज्ञानं द्वितीय। तस्मिन् करपत्रे तत्र चत्वारि सूत्राणि दत्तानि, तेषां प्रयोगः धातुः लौकिकरूपनिर्माणार्थं तत्र भवति। वयं जानीमः तत्र तिङन्तपदस्य निर्माणार्थं तत्र धातुः एव मुख्यतत्त्वः। द्विसहस्रधातूनां तत्र लौकिकरूपस्य निर्माणार्थं तत्र प्रथमसोपाने इत्संज्ञावर्णानां तत्र निष्कासनं भवति। अनन्तरं तत्र येषु येषु धातुषु एतानि चत्वारि सूत्राणि प्रसक्तानि तत्र कार्यं भवति एतेषु चतुर्षु सूत्रेषु। कथं सूत्रम् प्रथमसूत्रमस्ति तत्र धातुवादेशः। सः वयं दृष्टवन्तः येषां येषां धातूनां मूलरूपे मूर्धन्यषकारः इति वर्णः वर्तते तेषां तत्र सकारादेशः भवति। अस्य सूत्रस्य प्रयोजनं तत्र आदेशप्रत्ययोः इति सूत्रे दृश्यते। किमर्थं चेत् तत्र आदेशरूपेण विद्यमानः सकारस्य पुनः तत्र मूर्धन्यषकारादेशः भवति यदि तस्य परे कोऽपि इन्को वर्णः आयाति। अपि च आदेशप्रत्ययोः इति सूत्रेण प्रत्ययस्य आदौ सकारः अस्ति चेत् तस्य तादृशसकारस्य अपि मूर्धन्यषकारः आदेशः भवति इन्को वर्णे यदि तस्य सकारस्य पूर्वे तत्र कोऽपि इन्को वर्णः अस्ति। अनन्तरं वयं दृष्टवन्तः तत्र नोनः इति सूत्रमस्ति। सो येषां धातूनां मूर्धन्यनकारः प्रथमवर्णः तेषां दन्तनकारः इति आदेशः भवति अनेन सूत्रेण। अस्य सूत्रस्य अपि प्रयोजनं तत्र अग्रे एकं सूत्रम् अस्ति उपसर्गात् असमासे अपि नोपदेशस्य। सो येषां नोपदेशधातूनां तत्र अनेन सूत्रेण नोनः इति सूत्रेण दन्तनकार आदेशः भवति तेषां कुत्रचित् पुनः अपि तत्र मूर्धन्यनकार इति आदेशः भवति। यदा तादृश तिङन्तपदस्य अथवा सुबन्तपदस्य पूर्वे तादृश उपसर्गः अस्ति यस्मिन् उपसर्गे नत्वस्य निमित्तम् इत्युक्ते रेफः अथवा षकारः वर्तते। अनन्तरं वयं तृतीयसूत्रं दृष्टवन्तः इदितो नुम् धातोः। सो ये धातवः इदित् सन्ति ह्रस्व इकारः येषाम् इत् यस्मिन् इत् सः इदित् तादृशधातूनां तत्र नुमागमः भवति। नुमागमः मित् अस्ति अतः मिदचो अन्त्यात् परः इति सूत्रेण अन्त्यम् अच् परे सः मित् आगमः भवति। सो धातुः यः अन्त्यम् अच् तस्य अनन्तरं तत्र दन्तनकारस्य आगमः भवति। वयं दृष्टवन्तः तत्र बहूनि हलन्तधातवः सन्ति धातुपाठे। सो हलन्तधातवः सन्ति चेत् तत्र प्रायशः उपधायां तत्र कोऽपि स्वरः वर्तते अन्ते तत्र कोऽपि हल्वर्णः आदौ अपि हल्वर्णः अथवा कुत्रचित् स्वरः अपि अस्ति आदौ हलन्तधातूनां। सो तस्य अन्तिमस्वरपरे तत्र नकारस्य आगमः भवति। यः अन्तिमहल्वर्णः तस्य पूर्वे तत्र नकारः आयाति। सो तत्र हल्सन्धिसूत्राणां प्रसक्तिः भवति यदा तत्र नुमागमः भवति इदित् धातुषु यदा नुमागमः भवति तदा तत्र हल्सन्धिसूत्राणां तत्र प्रसक्तिः अपि भवति। हलसन्धिसूत्राणां वयं दृष्टवन्तः यस्मिन् पदे तत्र दन्तनकारः अस्ति तत्र प्रथमसूत्रमस्ति नश्चापदान्तस्य झलि इत्युक्ते यः नुमागमः भवति स अपदान्ते भवति प्रायशः मोस्ट् आफ् द टैम्स् देट् नुमागमः अपदान्ते अस्ति पदस्य अन्ते न अस्ति अपदान्ते अस्ति अतः व्याकरणशास्त्रे तत्र एकं सूत्रमस्ति नश्चापदान्तस्य झलि सो जलवर्णे परे तत्र अपदान्तनकारस्य तत्र अनुस्वारादेशः भवति अनेन सूत्रेण न केवलम् अपदान्तनकारस्य जलिपरे अनुस्वारादेशः परन्तु अपदान्तमकारस्यापि जलिपरे अनुस्वारादेशः भवति किमर्थं चेत् अस्मिन् सूत्रे महत् अपि च अनुस्वारः पदद्वयस्य अनुवृत्तिः सो मह नः च अपदान्तस्य झलि अनुस्वारः इति तत्र सूत्रस्य सम्पूर्ण अर्थः अनन्तरं वयं दृष्टवन्तः अपदान्त अनुस्वारः यः इदानीं तत्र नकारस्य स्थाने अभवत् तादृश अनुस्वारस्य तत्र यै वर्णे परे परसवर्णादेशः भवति सो अनुस्वारः अपि तत्र न तिष्ठति अपदान्ते सो अपदान्ते तस्य अनुस्वारस्य एकम् अन्यत् परिवर्तनं भवति अनेन सूत्रेण परेयः यै वर्णः तस्य परसवर्ण आदेशः भवति अनन्तरं वयं दृष्टवन्तः तत्र भाष्ये तत्र लिखितमस्ति रेफ् उष्माणानां सवर्णः न वर्तते इति तत्र महाभाष्ये एकं वाक्यं दत्तम् सो रकारस्य रेफस्य अपि च शस्य सह एतेषां वर्णानां तत्र व्याकरणशास्त्रे सवर्णः नास्ति यद्यपि एते वर्णाः यै प्रत्याहारे शस्य सह तु नास्ति परन्तु रेफः यै प्रत्याहारे अस्ति तथापि यदि तत्र नकारस्य अनन्तरं रेफः कुत्रचित् अस्ति चेत् तस्य अनुस्वारस्य तत्र किमपि परिवर्तनं न भवति अनुस्वारः तथैव तिष्ठति सूत्रस्य उपयोगिता तत्र पश्यामः सूत्रस्य प्रसक्तिः पश्यामः चेत् रेफ् विषये तत्र सूत्रस्य किमपि परिवर्तनं न भवति यद्यपि रेफः यै प्रत्याहारस्य वर्णः अनन्तरं वयं दृष्टवन्तः एकम् अन्यत् हलसन्धिसूत्रमस्ति मोनुस्वारः सो मोनुस्वारः इति यः अस्ति सः पदस्य तत्र अधिकारे आयाति सो पदस्य महा अनुस्वारः हलिसंहितायां सूत्रे यत्र यत्र विशेषणविशेष्यभावः दृश्यते षष्ठ्यन्तं पदस्य द्वारा वा पञ्चम्यन्तं पदस्य द्वारा तत्र प्रायशः तदन्तविधिः अस्ति सो यद्यपि अत्र किमपि न उक्तं मोनुस्वारः इति किमपि न उक्तं कीदृशमकारः पूर्वसूत्रे नश्चापदान्तस्य झलि इति सूत्रे अत्र स्पष्टतया महर्षि वदति अपदान्तस्य अपदान्तस्य नः अपि च अपदान्तस्य मह झलिपरे अनुस्वारादेशः इति अत्र साक्षात् लिखितम् परन्तु मोनुस्वारः इति सूत्रे किमपि न लिखितं कीदृशमकारः अत्र लिखितं पदस्य मह सो दिस् इस् द स्पेशालिटि आफ् दिस् अष्टाध्यायीग्रन्थः वयं जानीमः तत्र एकं सूत्रमस्ति येन विधि तदन्तस्य सो we have to remember the vyakhya of yena vidhi tadantasya yena vidhi tadantasya iti sutrasya prayoj tatra prasakti hi kutra kutra bhavati etat to paribhasha sutram swayam to kopi karyam na karoti paribhasha sutram paribhasha sutrasya avashyakta vidhi sutre kutra chit vidhi tatra vartate atah asmabhi tatra drishtavyam कुत्र परिभाषासूत्रस्य प्रसक्तिः यथा इको गुणवृद्धि सो सो इको गुणवृद्धि इति सूत्रं वदति इकः स्थाने गुण अपि च वृद्धि करणीयं, परन्तु तत्तु परिभाषासूत्रं, तस्य सूत्रस्य प्रसक्तिः अपि अग्रिमेषु विधिसूत्रेषु तत्र भवति. सो अस्माभिः तत्र द्रष्टव्यं कुत्र परिभाषासूत्रस्य प्रसक्तिः अस्ति वा नास्ति वा इति अस्माभिः निर्णेतव्यम्. सो येन विधि तदन्तस्य इति सूत्रं वदति, येन इति तृतीयान्तं पदम् अस्ति. सो येन विशेषणेन विधिः विधीयते, तत्र न केवलं विशेषणस्य स्थाने तत्र विधिः करणीयं, परन्तु विशेषण यस्य अन्ते विधीयते तत्रापि विधिः. सो तत्र येन विधि तदन्तस्य इति परिभाषासूत्रस्य तत्र तदन्तविधिः भवति. सो तत्र विशेषण आवश्यकम्. सो यस्मिन् विधिसूत्रे विशेषणविशेषभावः वयं पश्यामः, तत्र सामान्यतया औत्सर्गिकरूपेण तदन्तविधिः भवति, यदि कोऽपि अपवादः नास्ति. इत्युक्ते अपवादः न दृश्यते चेत् तत्र तदन्तविधिः भवति. सो अपवादः केवलं सप्तम्यान्तं पदः सूत्रे अस्ति चेदेव अपवादः भवति. इत्युक्ते कस्मिंश्चित् सूत्रे सप्तमीरूपेण विशेषणविशेषभावः विधीयते चेत् तत्र तु सप्तमी अस्ति चेत् तत्र किं भवति, कार्यं पूर्वे भवति न तु अन्ते भवति. परन्तु यस्मिन् सूत्रे षष्ठीद्वारा विशेषणविशेषभावः दृश्यते, पञ्चमीद्वारा विशेषणविशेषभावः दृश्यते, सप्तमी वा पञ्चमी कार्यं पूर्वे भवति. सो तत्र प्रायशः तदन्तविधिः भवति. यथा अत्र यद्यपि किमपि न लिखितं, मकारः कीदृशमकारः भवेत्, सो पदस्य महा अनुस्वारः प्रथमान्तं, महाषष्ठ्यन्तं, पदस्यापि षष्ठ्यन्तं हलिसंहितायां. सो पदस्य महा यः अस्ति, कीदृशमकारः पदस्य मकारः, सः तस्य पदसंज्ञा भवेत्. प्रथमे तु सः मकारः तस्य पदसंज्ञा भवेत्, अपि च येन विधि तदन्तस्य इत्यनेन सः मकारः पदस्य तादृशपदस्य अन्ते भवेत्. सो यदि कोऽपि पदः अस्ति यस्य अन्ते मकारः वर्तते, तस्य तादृशमकारस्य किमर्थं चेत् येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अन्ते भवे अन्ते भवति. सो तादृशपदस्य यस्य अन्ते मकारः वर्तते तस्य मकारस्य हलिवर्णे परे तत्र अनुस्वारादेशः भवति इति सूत्रस्य अर्थः. अनन्तरं वयं दृष्टवन्तः वा पदान्तस्य, सो केवलं पदान्तस्य मकारस्य अनुस्वारः हलिपरे एव भवति. इत्युक्ते अचि हलि विरुद्धपदमस्ति अच्, सो अचि परे अनुस्वारः न भवति, मकारः तथैव तिष्ठति. अनन्तरं वा पदान्तस्य इति सूत्रेण 59 सूत्रमस्ति. सो अनुस्वारस्य ययि पर्सवर्णः इति सूत्रस्य साक्षात् अनन्तरम् एतत् सूत्रं दत्तम्. सो अनुस्वारस्य यः पर्सवर्ण आदेशः यै प्रत्याहारस्य वर्णे परे भवति तस्य अत्र अपवादसूत्रमस्ति वा पदान्तस्य. सो पदान्तस्य इत्युक्ते पदस्य अत्र अपि अत्र साक्षात् पदान्तस्य इति पदं दत्तम्. किमर्थं चेत् अत्र अनुस्वारस्य पदान्तस्य अनुस्वारस्य तत्र किं विकल्पः वा, पदस्य अन्ते अनुस्वारः अस्ति चेत् तस्य अनन्तरं यै प्रत्याहारस्य वर्णः अस्ति चेत् तत्र विकल्पेन पर्सवर्णादेशः भवति. इत्युक्ते तत्र रूपद्वयं सिद्ध्यते, रूपद्वयमपि साधुरूपाणि रूपं कुर्मः चेत् परसवर्ण आदेशः कुर्मः चेत् तदपि साधु अनुस्वारः तथैव तत्र स्थापयामः चेत् तदपि साधुः. अनन्तरं वट् वेर् वि रीडिङ्ग् लास्ट् टैम्, तपरः तत्कालस्य. सो अस्य सूत्रस्य व्याख्या अस्मिन् करपत्रे किमर्थं दत्तम्? अहं तु सर्वं विस्मृतम्. इदितो नुं धातुः अस्तु अत्र आम् अस्तु. इदितो नुं धातुः इति यः सूत्रमस्ति वयं दृष्टवन्तः, तत्र यः इदित् इति पदमस्ति, इदित् इति पदस्य तत्र समासविग्रहः कुर्मः चेत् इत् इत् यस्य सः इदित्. सो अत्र इत् इत् यस्य सः, एकम् इत् तो इत् संज्ञा इत् इत् इति नामकरणं विशिष्टनामं व्याकरणे. प्रथम इत् यः अस्ति तत्र ह्रस्व इकारस्य अनन्तरं तपरकरणं दत्तं. सो यः प्रथम इकारस्य कृते त दृश्यते, तकारः अनन्तरं दृश्यते, तस्य अर्थः कः इति अत्र अस्मिन् तपरः तत्कालस्य इति सूत्रे दत्तम्. सो यस्य अन्वर्णस्य परे सूत्रे तपरकरणं कृतं, महर्षिणा तपरकरणं कृतं, तत्र प्रायशः तस्य कालस्य एव तत्र ग्रहणं करणीयं, न तु सर्वेषां सवर्णानां ग्रहणं. किमर्थं चेत् तपरः तत्कालस्य इति सूत्रस्य पूर्वे महर्षि एकं सूत्रं वदति, अनुदित सवर्णस्य चाप्रत्ययः 69 सूत्रम्. एतत् सूत्रमपि परिभाषासूत्रमस्ति. अनेन सूत्रेण अष्टाध्यायीग्रन्थे सवर्णानां ग्रहणं कथं करणीयम् इति तस्य विषये उल्लेखः दत्तम्. सो अन् अपि च उदित् सवर्णस्य च अप्रत्ययः, अविद्यमानः अन् सवर्णानां ग्रहणं करोति इति सूत्रं वदति. कस्मिंश्चित् सूत्रे अन् प्रत्याहारस्य कोऽपि वर्णः अस्ति चेत् यथा इदितो नुं धातोः, इदितो नुं धातोः इति यः इदित् इति यः पदमस्ति तत्र इकारस्य विषये उक्तम्, इकारस्य अनन्तरं तत्र तपरकरणमस्ति. सो तत्र तपरकरणस्य आवश्यकता किमर्थम्? अत्र यः इत् इत् यस्य सः यः अस्ति, अस्मिन् सूत्रे इकारः अन् प्रत्याहारस्य वर्णः, ह्रस्व इकारः अन् प्रत्याहारस्य वर्णः, अपि च सः अविद्यमानः, आदेशरूपेण नास्ति, अविद्यमानः अन् अस्ति. तादृश अनेन सूत्रेण अनुदित सवर्णस्य च प्रत्ययः इति सूत्रेण अविद्यमानः अन् प्रायशः सवर्णानां ग्रहणं तत्र अस्माभिः करणीयम्. परन्तु अत्र तु सवर्णानां ग्रहणं न करणीयम् इत्युक्ते यः धातुः, यस्मिन् धातुः दीर्घ ईकारस्य इत् अस्ति, सः तु इदित् धातुः न उच्यते, तस्य इदित् इति नामकरणं नास्ति. केवलं यस्मिन् धातुः ह्रस्व ईकारस्य इत् अस्ति सः एव इदित् इति उच्यते. अतः अत्र किञ्चित् अनुदित सवर्णस्य च प्रत्ययः इति तत्र अस्य सूत्रस्य कृते किञ्चित् विरोधः दृश्यते. अतः साक्षात् अनन्तरं महर्षि वदति तपरः तत्कालस्य. यस्मिन् सूत्रे अविद्यमानः अन् सवर्णानां ग्रहणं मा भवेत् तत्र, यद्यपि सः अविद्यमानः अस्ति, आदेशरूपेण न उक्तः अस्ति सूत्रे, परन्तु तत्र सवर्णानां ग्रहणम् अपि न इष्टम्, तत्र किं करणीयं? तत्र महर्षिः तपरकरणं करोति. सः तत्र तादृश अविद्यमान अन् वर्णस्य परे तकारः तत्र स्थापयति सूत्रे. सो यस्मिन् यस्मिन् सूत्रे तपरः तत्कालस्य इति सूत्रम् अपवादसूत्रं कस्य कृते अनुदितसवर्णस्य च प्रत्ययः अस्मिन् सूत्रे तु विषयद्वयम् एकमस्ति अविद्यमानः अन् द्वितीयम् अस्ति उदित् उदितविषये कोऽपि अपवादः नास्ति उदित् सर्वदा सूत्रे उदितवर्णः अस्ति चेत् तत्र तु सवर्णानां ग्रहणं करणीयम् अनेन सूत्रेण एव परन्तु यदा तत्र अन् विषयः अस्ति अन् प्रत्याहारस्य वर्णे वर्णस्य विषयः अस्ति सूत्रेषु यदि सः अविद्यमानः अस्ति परन्तु अविद्यमानस्य अन्वर्णस्य परे तपरकरणम् अस्ति चेत् तत्रापि सवर्णानां ग्रहणं न करणीयं किमर्थं चेत् एतत् सूत्रं वदति यस्य अन्वर्णस्य अनन्तरं तपरकरणं दृश्यते सः तत्कालस्य एव बोधकः काल् इत्युक्ते समयः काल् व्याकरणशास्त्रे तत्र ह्रस्वदीर्घः प्लुत् एतेषाम् एव कालः इति तत्र संज्ञा सो तत्र यदि ह्रस्वस्वरस्य ह्रस्वदीर्घः प्लुत् इति यः अस्ति संज्ञा केवलं स्वराणाम् एव तादृशसंज्ञा व्यञ्जनानां तु ह्रस्वदीर्घ प्लुत् इति संज्ञा नास्ति अतः अन् अत्र यः अस्मिन् तपरः तत्कालस्य यः अन् सः केवलं लिमिटेड् टु स्वराज् ओन्लि आरभ्य औपर्यन्तम् एव सो यदि कोऽपि अन् वर्णस्य अनन्तरं सूत्रे तकारः दृश्यते तत्र अस्माभिः किं करणीयं तत्कालस्य एव ग्रहणं करणीयं न तु सवर्णानाम् एतत् सूत्रम् अनुदितसवर्णस्य च प्रत्ययः इति सूत्रस्य अपवादः यद्यपि सः अन्वर्णः अविद्यमानः अप्रत्ययरूपेण सूत्रे उक्तं तथापि यदि तत्र तपरकरणम् अस्ति सः तत्कालस्य एव बोधकः न तु सवर्णानां सो यदि अकारस्य अनन्तरम् अत् आत् इत् उत् इति दृश्यते चेत् प्रायशः अस्माभिः तत्र किं निर्णयं करणीयम् अत्र तपरकरणमस्ति अतः अनेन परिभाषासूत्रेण तत्कालस्य एव ग्रहणं करणीयम् अतः इदित् इति यः पदेयः इत् इत् अस्ति तत्र केवलं ह्रस्व इकारस्य एव यस्य इत् यद् यस्मिन् यस्मिन् धातुः ह्रस्व इकारस्य इत् तस्मिन् एव नुमागमः भवति यस्मिन् दीर्घ इकारस्य इत् तस्मिन् नुमागमः न भवति इति सम्पूर्णसूत्रस्य अर्थः till what time we read last time I don't remember did we read this taparah tatkalasya is my am I audible we just started beginning shall we read it again or should go ahead come back So I think we were reading the slide also, from the slide also. Taparah tatkalasya yaha tatra udharanam asti ateng gunaha. Kimartham chet atra sutre ekvaram pathatu bhagni atra. तपरः तत्कालस्य करपत्रे यत् व्याख्या दत्तं तस्य विषये पठतु एकवारं तपरस्तत्कालस्य तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः तात्परः तपरः पञ्चमी तत्पुरुषः तः परो यस्मात् सः तपरः बहुव्रीहिः द्वावपि अर्थौ तावदेव वदतु भगिनि तावदेव वदतु तकारात् परः यः इत्युक्ते पञ्चमी तकारात् पञ्चम्यन्तम् अस्ति अतः एतत् व्याख्याते भगिनि तकारः पर सूत्रे तपरस्य तपरः इति पदमस्ति. अत्र विसर्गस्य सकारादेशः किमर्थं चेत् कर्कशव्यञ्जनः परे तकारः परे अस्ति. सो तपरः इति यः पदमस्ति तपरः सूत्रे तपरः तत्कालस्य पदद्वयं तपरः यः पदमस्ति तस्य विषये एव एतत् वाक्यद्वयं तपरः इत्युक्ते किं तस्य विषये एव लिखितं. वदतु इदानीं तपरः प्रथमान्तमस्ति तस्य विग्रहवाक्यं द्वयम् अस्ति तकारात् परः यः इत्युक्ते तकारस्य परि इति यः परे अपि च तपरः परः यस्मात् यस्मात् सो वट् इस् बिफोर् तस्य पूर्वम् अपि द्वयमपि शुद्धम् इति मीन्स् टू थिङ्ग्स् आम् सत्यम् तकारस्य परः तकारस्य पूर्वं द्वयमपि बेसिकलि वी आर् टाकिङ्ग् अबौट् वी आर् ओन्लि स्पेसिफिक् टु अनुवर्णः अनुवर्णस्य अनन्तरं तकारः वा अनुवर्णस्य पूर्वे तकारः द्वयमपि अनेन तपरः इति पदेन तत्र तत्र ज्ञानं भवति. तत् किं करोति समकालस्य बोधकः किमर्थं चेत् अनन्तरं तत्कालस्य सो प्रथमवाक्ये सूत्रस्य अर्थं दत्तं प्रथमं यः वाक्यमस्ति द्वयोः अपि समकालस्य बोधकः अनुवर्णस्य पूर्वे तकारः अस्ति अथवा अनुवर्णस्य परे तकारः अस्ति तकारः परः यः यः कः अत्र यः अनुवर्णः तकारात् अनन्तरं यः अनुवर्णः अथवा तकारः परः यः अनुवर्णः सः समकालस्य बोधकः इति सूत्रस्य अर्थः. सो यदि तत्र ईकारस्य अनन्तरं ईकारस्य पूर्वे तकारः तपर्करणम् अस्ति तत्र दीर्घ ईकारस्य एव ग्रहणं न तु ह्रस्व अपि च प्लुत्. सो वी हेव् टु डिवैड् द काल् इन् टु थ्री ह्रस्व दीर्घ एण्ड् प्लुत्. प्रायशः प्लुत् स्वराणां तु व्याकरणे तु तत्र न दृश्यते तत्र प्रयोगः न दृश्यते. सो वी विल् लिमिट् अवर् दिस् स्टडी टु ह्रस्व एण्ड् दीर्घ. सो दीर्घस्वरस्य पूर्वे तकारः स्थापितं चेत् केवलं दीर्घ तत्कालस्य समकालस्य एव तत्र ग्रहणं करणीयं ह्रस्व अपि च प्लुत् कालस्य ग्रहणं न करणीयम्. अपि च ह्रस्वस्वरस्य अनन्तरं तत्र तकारः अस्ति चेत् द्वयोः तत्र समकालस्य बोधकः. इदानीं तत्र एतत् उदाहरणं पश्यतु अत् एङ् गुणः सूत्रस्य विषये वदतु भगिनि अत्र किमस्ति अतेङ् गुणः इति सूत्रस्य कः अर्थः एतत् संज्ञासूत्रम् अत् इत्युक्ते ह्रस्व अकारः एङ् इत्युक्ते ए अपि च ओ एङ् प्रत्याहारः तस्य गुणः भवति न न न एतत् संज्ञासूत्रं गुणः इत्युक्ते किं गुणः इति एकं विशिष्ट संज्ञा अस्ति व्याकरणशास्त्रे. सो गुणः इति संज्ञा कस्य कृते सो अत् एङ् इत्यनेन किम् अवगम्यते अत्र तपर्करणमस्ति आ, अकारस्य ह्रस्व अकार परः सकारः अस्ति, एकारस्य पूर्वे अपि किम् एङ् प्रत्याहारस्य पूर्वे अपि एङ् मध्ये किम् अस्ति एकारः ओकारः द्वयमपि अन् प्रत्याहारस्य वर्णः ए ओ द्वयमपि अन् प्रत्याहारस्य वर्णः तस्य पूर्वे तपरकरणम् अस्ति सो अत्र तपरः इत्यनेन तकारात् परः यः तकारात् परः अत्र किम् अकारः न तकारात् परः ए ओ अपि च ओकारः ए ओ तकारः यस्मात् परः अत्र किम् अकारः अकारः सो अत्र द्वयमपि तत्र प्रयोगः दृश्यते अस्मिन् सूत्रे अत्र एङ् विषये अपि तत् तपरकरणम् अकारविषये अपि तपरकरणं मध्ये स्थापितं महर्षिणा अतेङ् गुणः सो अनेन किम् अवगम्यते गुण इति संज्ञा केवलं ह्रस्वाकारस्य कृते किमर्थं चेत् अन् प्रत्याहारस्य वर्ण अनन्तरं तकारः स्थापितं सो तत्कालस्य एव समकालस्य एव ग्रहणं सो गुण इति संज्ञा ह्रस्वाकारस्य कृते अपि च दीर्घ एकारस्य दीर्घ ओकारस्य न तु सि एकार ओकारस्य तत्र ह्रस्व न विधीयते व्याकरणे केवलं दीर्घ अस्ति प्लुत् अस्ति सो प्लुत् एकारस्य प्लुत् ओकारस्य ग्रहणं न गुण इति संज्ञाविषये केवलं दीर्घ एकारः दीर्घोकारः सो त्रयाणां तत्र गुण इति संज्ञा अस्ति सार्वधातुक अर्धधातुकयोः इति सूत्रेण यदा गुण विधीयते गुण इति विधीयते तत्रापि गुण इति संज्ञा अस्ति सो तत्र आदेशरूपेण सार्वधातुक अर्धधातुकयोः इत्यनेन किं भवति इको इकः अङ्गस्य गुणः सो गुणः इति प्रथमान्तम् अस्ति आदेशः अस्ति इकवर्णानां तत्र गुण इति आदेशः भवति सो गुण आदेशः भवति चेत् अनेन सूत्रेण एव वयं ज्ञातुं शक्यते तत्र आदेशरूपेण तु केवलं ह्रस्वाकारः दीर्घकारः ओकारः एते त्रयः वर्णः एव आदेशरूपेण आगन्तुं शक्यते तत् निर्णयं कथं भवति अनेन सूत्रेण एव किमर्थं चेत् महर्षिपूर्वमेव उक्तम् अतेङ् गुणः गुणः इत्युक्ते अत् अपि च एङ् तावदेव सो तत्र यद्यपि किमपि न लिखितम् अकारः वा एकारः ओकारः इति आदेशः तत्र करणीयम् इकवर्णानां तत्र केवलं लिखितं गुणः करणीयं सो गुणः इत्युक्ते किम् अतेङ् इति गुणः सो एतत् संज्ञासूत्रम् सो अस्मिन् सूत्रे तपरकरणस्य प्रयोजनं दृश्यते तकारः तकारात् परः यः तत्रापि समकालस्य बोधकः यस्मात् परे तकारः तत्रापि समकालस्य बोधकः इति सूत्रस्य अर्थः सो तपरः यः अस्ति समासिकपदः सो तस्य बहुव्रीहिसमासः अपि भवितुं शक्नोति पञ्चमी तत्पुरुष अपि भवितुं शक्नोति तकारात् परः यः सो अत्र तकारात् इति पञ्चमी अन्तं पदः अतः पञ्चमी तत्पुरुषम् तकारः परः यस्मात् सः स बहुव्रीहिसमासः एङ् पूर्वे तकारः एङ् पूर्वे तकारः पूर्वे अस्ति चेत् अपि पूर्वपरं सो देट् इस् वै द्वयमपि सो तकारः परः यः तकारात् परः यः अत्र तकारात् परः एङ् अस्ति तकार रात् अनन्तरम् एङ् सः अपि समकालस्य बोधकः अपि च यस्मात् अकारात् परः तकारः सः अपि समकालस्य बोधकः. किमर्थं चेत् दिस् समास इस् तादृशः, वी केन् मेक् इट् एज़् अ पञ्चमी तत्पुरुष एण्ड् वी केन् मेक् इट् एज़् अ बहुव्रीहि आल्सो. सो द्वयमपि तत्र साधु एव, साधु तत्र भवति. परन्तु वि शुड् रिमेम्बर् देट् सि दीस् आर् वेरि फ्यू एक्साम्पल्स् वयर् वी केन् सी देट् तकारः इस् पूर्वे स्थापितं प्रायशः तः तत्र अनन्तरम् एव, अनुवर्णस्य अनन्तरम् एव तत्र सूत्रेषु तकारः दृश्यते. परन्तु एतत् विशिष्टसूत्रम् अतेङ्गुणः अत्र अकारस्य अनन्तरम् अपि तपारः, एङ् पूर्वे अपि तकारः दृश्यते. अतः तत्र द्वयमपि साधु अस्मिन् करपत्रे लिखितम्. अनन्तरमपि पठतु भगिनी. अत्र तात्परः तत्परः इत्युक्ते किं भगिनि? तात् अत्र कुत्र लिखितमस्ति? तात्परः तपरः प्रथमवाक्यम् लास्ट् मध्ये तात्परः तत्परः पञ्चमी. बेसिकलि तपरः यः अस्ति सः तात्परः तपरः. सो वेन् वी से तात् इट् बिकम्स् इट् इस् टु बि टेकन् अलाङ्ग् वित् अकारः. सो तात्परः इट् इस् रामात्र लैक् पञ्चमी. सो तात्परः तपरः दिस् बिकम्स् फार् द तपरः इट् बिकम्स् तात्परः. वेन् वि से तात्परः इट् बिकम्स् पञ्चमी तत्पुरुष. वेन् वि से तः परः यस्मात् सः तपरः, बिकास् इट् इस् ओन्ली तकारः न, सो इट् बिकम्स् षष्ठी बहुव्रीहि समास. सो सो वी केन् टेक् टु वेस् वी केन् डू द विग्रहवाक्य आफ् तपरः इति पदस्य. तात्परः लिखामः चेत् तकारात् परः यः, देट् बिकम्स् पञ्चमी तत्पुरुष. एण्ड् वेन् वि से तपरः तः परः यस्मात्, सो वी केन् मेक् द टु वेस् वी केन् डू द विग्रहवाक्यम्. अनन्तरमपि पठ. तस्य कालः तत्कालः, तस्य काल इव कालः यस्य सः तत्कालः. षष्टि तत्पुरुषगर्भः बहुव्रीहिः तस्य तत्कालस्य. तत्परः प्रथमान्तं, तत्कालस्य षष्ट्यन्तं, द्विपदमिदं सूत्रम्. स्वं रूपं शब्दस्या शब्दसंज्ञा, शब्दस्य अशब्दसंज्ञा. अहं चलो वदतु अशब्दसंज्ञा, शब्दस्य अशब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः. अनुद्यत् सवर्णस्य च अप्रत्ययः इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम्. तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य. इदानीं तत्र स्वं रूपम् इति किम्? स्वं रूपं शब्दस्य अशब्दसंज्ञा इति सूत्रम् अस्ति. अनेन सूत्रेण किं विधीयते? सि व्याकरणशास्त्रे शब्दस्य एव प्राधान्यं. लोके कोऽपि शब्दं वदामः चेत् तत्र अर्थस्य प्राधान्यं भवति. लोकव्यवहारे यदा वयं भाषा वदामः चेत् इफ् ऐ से एनिथिङ्ग्, इफ् ऐ से सपोज़् तत्र प्रायशः यः जनरल् एक्साम्पल् what is given every time is agni. So in the bhashayam, when I say agni, it means some padarthah which gives heat or which can burn things is agni. Parantu vyakaran shastre, when I say agni, it means इफ् इट् इस् नाट् अ पारिभाषिकशब्दः, यथा गुणः इति पारिभाषिकशब्दः. सो लोके वेन् ऐ से गुणः, इट् मीन्स् मल्टिप्लिकेशन्. ओके, बट् व्याकरणशास्त्रे गुणः इस् अ पारिभाषिकशब्दः, इट् मीन्स् अत् एङ् गुणः. व्याकरणशास्त्रे देयर् द गुणः इस् अ संज्ञा, इस् अ गुण इस् अ शब्द, एण्ड् it has a specific namakarna, and maharishi vadati ateng gunah. So vyakaran shastre sangya shabdan varjitva, sangya shabdan vihaya ye anya shabdah tatra swam rupasya grahanam. Swam rupam itukte kim, swam rupam itukte tatra ekam sutram asti agnihi dhak. So agnihi ite व्याकरणशास्त्रे कोऽपि पारिभाषिकसंज्ञा शब्दं नास्ति, अशब्द अस्ति, इत्युक्ते असंज्ञा अस्ति. तस्य विषये कोऽपि सूत्रं न दत्तम्. अग्नि इत्युक्ते किं, यथा गुणविषये, उपदाविषये, संहिताविषये, ओके, अपि च विरामविषये, तत्र संज्ञा, तत्र संज्ञासूत्रम् अस्ति. विरामः व्याकरणशास्त्रे किम् अर्थः, उपदा इत्युक्ते किम् अर्थः, गुणः इत्युक्ते तथैव वृद्धि इत्युक्ते किम् अर्थः. लोके वृद्धि वदामः चेत् इट् इस् द एन्हान्स्मेण्ट्, इन्क्रीसिङ्ग्, बट् व्याकरणशास्त्रे वृद्धिः तादृश अर्थः तु नास्ति. वृद्धि पारिभाषिकः संज्ञाशब्दः, तस्य विषये महर्षि वदति किमस्ति तस्य वृद्धि इत्युक्ते किम्. अत्र प्रथमसूत्रमस्ति न, वृद्धिसूत्रं. वाट् इस् दट् सूत्रं? नामकरणमेव. वृद्धिरातेच् इति इत्यनेन किं, वृद्धिः, वृद्धिः एव. किं, वृद्धि इस् अ संज्ञा, इस् अ विशिष्टनामकरणं. महर्षि वदति वृद्धि आत् एच्, तत्र वृद्धि राधेच् इति यः अस्ति रेफः विसर्गस्य तत्र स्थाने. सो वृद्धिः इत्युक्ते किम्, आत् एच्, आत् इति यः दीर्घ आकारस्य अनन्तरं तपर्करणं. सो दीर्घ आकारः वृद्धिवर्णः, ए ऐच् एच् नास्ति, ऐच् अस्ति. सो ऐच् इति प्रत्याहारे ऐकारः औकारः. सो आत् ऐ औ एते त्रयः वर्णः वृद्धिसंज्ञकवर्णः. सो संज्ञा अस्ति, विशिष्टनामकरणम् अस्ति. सो व्याकरणे व्याकरणशास्त्रे अर्थस्य प्राधान्यं नास्ति, तत्र शब्दस्य प्राधान्यं. यथा मया उक्तम् अग्निः ढक्, सो अग्निः अनन्तरं तत्र ढक् प्रत्ययः विधीयते. कस्यच् एकं विधिसूत्रम् अस्ति. सो अग्निः इत्यनेन वी केनाट् रिप्लेस् दिस् अग्नि विद् द पर्यावाचि शब्दः. वी केनाट् सपोज् पावकः इस् आल्सो अग्निः, वह्णी इस् आल्सो अग्निः. सो वह्नि अनन्तरं, वह्नि शब्दस्य अनन्तरं ढक् इति प्रत्ययः वयं न योजयितुं शक्नुमः. तत्र स्वं रूपस्य ग्रहणं किमर्थं चेत् अग्नि इति संज्ञा नास्ति, अग्नि इति अशब्दसंज्ञा. सो स्वं रूपं शब्दस्य यदि कोऽपि शब्दः अशब्दसंज्ञा अस्ति, यदि सः संज्ञा नास्ति, यथा अग्नि कोऽपि संज्ञा नास्ति. सो अग्निः डक् इत्यनेन अकारः, गकारः, नकारः, ह्रस्व इकारः, तादृशवर्णानां यः क्रमः अस्ति तत्र एव ढक् इति प्रत्ययः विधीयते. सो अग्निविहाय तत्र अग्नि इति अर्थस्य ग्रहणं न भवति, स्वरूपस्य ग्रहणं करणीयम् इति सूत्रं वदति. तथैव अत्र यस्य अनुवर्णस्य अनन्तरं तपर्करणम्, अत्र अत् इति यः अस्ति, अत् अथवा इत् अथवा उत् अथवा आत्. एकनिमिषः, जस्ट् वन् सेकेण्ड्, फोन् इस् कमिङ्ग्. सो स्वरूप शब्दस्य अशब्दसंज्ञा इति यः सूत्रस्य अर्थः, यदि व्याकरणशास्त्रे शब्दस्य कोऽपि संज्ञा नास्ति चेत् तत्र स्वरूपस्य ग्रहणं करणीयं, न तु अर्थस्य ग्रहणम् इति सूत्रस्य अर्थः। सो अत्रापि स्वरूपम् इति पदद्वयस्य अनुवृत्तिः। सो आत् इत् उत् इति तु कोऽपि अर्थः नास्ति, केवलं तत्र वर्णानाम् आवली। यथा एङ् पूर्वे तत्र तकारः, सो एङ् इति यः अस्ति तत्र एकारः ओकारः द्वयः वर्णस्य एव तत्र ग्रहणं करणीयम्। अत्र किमर्थं स्वरूपम् इति अस्मिन् सूत्रे किमर्थं तत्र लिखितम् अहं पुनः पठामि, परन्तु अहं चिन्तयामि तत्र कोऽपि अर्थस्य तत्र बोधकः न भवति। अत् इति कथनेन किमपि अर्थं नास्ति, केवलं वर्णानां यः क्रमः, इत्युक्ते दीर्घाकारस्य अनन्तरं तपर्करणम् अस्ति चेत् तत्र केवलं दीर्घाकारस्य एव ग्रहणम्। अपि च उत् उत् लिखितम् अस्ति, रुत् लिखितम् अस्ति चेत् तत्र यः वर्णानां क्रमः अस्ति तस्य अनन्तरं तपर्करणं दृश्यते चेत् तत्र तादृशवर्णानाम् एव ग्रहणं करणीयं, कोऽपि अर्थस्य ग्रहणं न भवति इति तत्र सूत्रस्य अर्थः भवति। प्रायशः वदतु, क्षम्यतां भगिनि, एतत् संज्ञा शब्दं स्वीकरणीयम् इति उक्तवती, अग्निशब्दः संज्ञा नास्ति इति कथं जानीमः भगिनि संज्ञा अस्ति नास्ति इति? कांचन शब्दानि संज्ञारूपं भवति, कांचन शब्दानि न संज्ञा स्वीकरणीयम् इति कथं जानीमः भगिनि? न अवगतम्। अष्टाध्यायस्य प्रथमः अध्यायः, तत्र प्रायशः सर्वाणि संज्ञासूत्राणि दत्तानि। अपि ते सूत्राणि विहाय सर्वे अन्यशब्दानि संज्ञाशब्दाः न भवन्ति। सपोज् तत्र सपोज् वी वेर् रीडिङ्ग् अग्निः ढक्, कुत्रचित् एतत् सूत्रम् आगत्य अस्माकं समीपे आयाति, वी रीड् दिस् अग्निः डक्। इदानीं तत्र प्रश्नः आयाति, अग्निः इत्युक्ते कोऽपि संज्ञा वा? सो वी विल् गो टु द फस्ट् अध्याय एण्ड् चेक् वेदर् देर् इस् अ संज्ञा विद् रेस्पेक्ट् टु अग्निः। तत्र नास्ति, तत्र नास्ति, बिकास् सी अवर् नालेज् इस् इन्कम्प्लीट्, देट् इस् वै ऐ एम् आल्वेस् सेयिङ्ग् दिस्। If we had been able to memorize the first adhyayah, prayashah, this question will not arise. Even I don't remember all the sutras. Whatever sutras come with reference to context, we read those sutras only. So, idani paryanta vayam janimah, tatra upada iti sangya, asto, guna iti sangya, vriddhi iti sangya, samhita iti sangya, supti janta, iti sangya asti, पद इति संज्ञा अस्ति, ओके, सार्वधातुक् इति संज्ञा अस्ति, अर्धधातुक् इति संज्ञा अस्ति। सो वी नो दीस् आर् आल् संज्ञा, देयर् इस् अ स्पेसिफिक् विशिष्टनामकरणं। संहिता इति संज्ञा अस्ति, ओके, सवर्ण इति संज्ञा अस्ति, सवर्ण अपि संज्ञा अस्ति। सो तेषां विहाय ये अन्यशब्दाः, तेषां तु यदि संज्ञा न वर्तते चेत् तत्र स्वं रूपस्य, इत्युक्ते यथा मया उक्तं वर्णानाम् आवली यस्मिन् क्रमे दत्तं तदेव तत्र वी केनाट् डू द, इत्युक्ते अग्नि इत्युक्ते वी केनाट् डू द पर्मिटेशन् काम्बिनेशन्, इट् इस् द स्पेसिफिक् क्रमः, अकारः गकारः नकारः इकारः, तादृशशब्दस्य यः वर्णानां क्रमः तादृशशब्दस्य, तत्र अग्निः इति अर्थः नास्ति। अग्नि इति स्वरूपं, स्वरूपम् इत्युक्ते यः वर्णानां तत्र क्रमः, द सीक्वेन्स् आफ् द लेटर्स् वी हेव् टु एक्सेप्ट्, नाट् द अर्थ आफ् द शब्द, द मीनिङ्ग् आफ् अग्नि वी हेव् टु एक्सेप्ट्, द सीक्वेन्स् आफ् द लेटर्स्, तस्य तादृशशब्दस्य अनन्तरम् एव ढक् विधीयते इति सूत्रं वदति। किमर्थं चेत् अग्नि इति संज्ञा नास्ति, अतः तत्र स्वरूपस्य ग्रहणं, स्वरूपम् इस् अ इट् इस् द सीक्वेन्स्, स्वरूपम् इत्युक्ते सीक्वेन्स् आफ् लेटर्स् इन् देट् पर्टिक्युलर् वर्ड्. सीक्वेन्स् इस् इम्पार्टेण्ट्, नाट् द अर्थ. अर्थस्य प्राधान्यं नास्ति, तत्र स्वरूपस्य प्राधान्यम् इत्युक्ते वर्णानां यः क्रमः तस्यैव प्राधान्यम्. सो व्याकरणशास्त्रे शब्दस्य प्राधान्यं, न तु अर्थस्य प्राधान्यम् इति वयं तत्र प्रायशः वदामः. इदानीं तपरः तत्कालस्य इति सूत्रस्य कः अर्थः? अन्प्रत्याहारस्य वर्णस्य अनन्तरं तपरकरणं सूत्रे दृश्यते, अपि च सः अन् किमस्ति? अप्रत्ययः. अविद्यमानः अन् अनन्तरं तपरकरणं दृश्यते. यद्यपि अनुदितसवर्णस्य चाप्रत्ययः इति सूत्रेण तत्र सवर्णग्रहणं करणीयं, परन्तु तपरकरणं दृश्यते चेत् तत्र सवर्णानां ग्रहणं न करणीयं. सो तपरः तत्कालस्य इति सूत्रम् अपवादसूत्रं, विरुद्धकार्यं करोति. कस्य विरुद्धकार्यं करोति? अनुदितसवर्णस्य चाप्रत्ययः इति विरुद्धकार्यं करोति. अतः एतत् अपवादसूत्रमस्ति, अनुदितसवर्णस्य चाप्रत्ययः. यद्यपि अनुवर्णः अप्रत्ययः अस्ति, तथापि सवर्णानां ग्रहणं न करणीयं. किमर्थं? तत्र तपरकरणं कृतं. सो यस्मिन् अप्रत्ययान् विषये तपरकरणं दृश्यते, तत्र सवर्णानां ग्रहणं न करणीयं. किं करणीयं? तत्कालस्य ग्रहणम् एव करणीयम् इति सूत्रस्य अर्थः. अवगतं वा? सर्वैः अवगतं सूत्रस्य कः अर्थः? सि व्यावहारिकरूपेण यु शुड् बि एबल् टु अण्डर्स्टाण्ड् द सूत्रस्य अर्थः. सो हौ टु अप्लै दिस् सूत्र, हौ टु डू दिस्. नौ लेट् अस् रीड् सम् 2-3 एक्साम्पल्स्. दिस् इस् वेरि इम्पार्टेण्ट्. अतो दीर्घो ययि अत्र स्वस्य सवर्णं, अत्र सवर्णम् इति अर्थं किम्? पूर्वस्मिन् अत्र तपर तत्कालस्य स्वस्य रूपस्य सवर्णस्य, सवर्णस्य इत्युक्ते अत्र सवर्णस्य इत्युक्ते अनुप्रत्याहारे यथा मया उक्तं प्रायशः स्वराणां तत्र प्रतिध्वनि श्रूयते. कृपया म्यूट् मध्ये तिष्ठतु भगिनि. अन्प्रत्याहारस्य विषये तत्र यद्यपि तत्र किं लन् पर्यन्तम् अस्ति, हयवर अपि अस्ति, तथापि तत्र अष्टाध्यायीग्रन्थे वयं तपरकरणं प्रायशः स्वराणाम् अनन्तरम् एव दृश्यते. वयं जानीमः तत्र स्वराणां यथा तत्र सपोज् अत् इति लिखितम्, अत् लिखितं चेत् तत्र अकारस्य अनन्तरं तपरकरणं. परन्तु वयं जानीमः अकारस्य तत्र अष्टादश प्रभेदः. इदानीं तु सवर्णानां ग्रहणं न करणीयं, तत्कालस्य एव ग्रहणं करणीयं. तथापि तत्र अकारस्य षट् प्रभेदाः. सो अकारस्य अपि ह्रस्व अकारस्य अपि सवर्णाः तत्र वर्तते. सो न केवलं, सो तत्र षट् ह्रस्व अकाराणाम् अकारस्य ये सवर्णाः तेषामपि ग्रहणं करणीयम्. तत्र अनुनासिक अकारः, उदात् निरनुनासिक अकारः, ह्रस्वकारः, स्वरित् अनुनासिक ह्रस्व अकारः. अत्र तु केवलं कालविषये लिखितं, न किमपि तत्र टोन् विषये न लिखितम्, अपि च अनुनासिक वा निरनुनासिक वा तदपि न लिखितम्. सो सवर्णस्य इत्युक्ते इकारस्यापि अष्टादश प्रभेदः. इदानीं तु अनेन सूत्रेण तपरकरणं दृश्यते चेत् ह्रस्वकालस्य एव बोधकः, अत्र केवलं कालविषये. परन्तु तथापि ह्रस्व इकारस्यापि षट् सवर्णाः वर्तते, तत्र सवर्णाः सन्ति. अतः सवर्णस्य इति अत्र पदस्य अनुवृत्तिः अपि तत्र आवश्यकम्. सो अत् इति कथनेन केवलं ह्रस्वकारः वदामः चेत् तत्र ह्रस्वकारस्य षट् प्रभेदाः, षट् ह्रस्व अकाराणां सवर्णानां ग्रहणम् इति तत्र भवति इति सवर्णस्य इत्यनेन. अनन्तरं कुत्रचित् लिखितम् अहम् अस्मिन् परिच्छेदे लिखितं तस्य विषये. स सवर्णस्य इति पदस्य किमर्थम् अत्र ग्रहणम् अनन्तरं लिखितं भगिनि. अस्तु अग्रे कः पठति इदानीं? ओके, वी वेर् डिस्कसिङ्ग् द एक्साम्पल्. अतो दीर्घो ययि सार्वधातुके इति एकं सूत्रमस्ति. अत अतः इति यः अस्ति तथ द मृदुव्यञ्जनपरे, मृदुव्यञ्जन विसर्गस्य अनन्तरं मृदुव्यञ्जन अस्ति चेत् तत्र किं भवति? विसर्गस्य उकारादेशः भवति. अनन्तरम् अयोग उ भवति चेत् अत्र वृद्धिः तत्र गुणः भवति, तत्र ओकारः भवति. सो अतो इति कथनेन अत्र अतः इति अस्ति. सो अत्र ह्रस्व अकारस्य अनन्तरं तपरकरणं दृश्यते. अकारः अन्प्रत्याहारस्य वर्णः. अतः दीर्घः ययि सार्वधातुके इति सूत्रमस्ति. सो यदि अङ्गम् अत्र अतः इति कथनेन ह्रस्व अकारस्य एव ग्रहणं. सो भुवादिगणे यदा वयं शप् योजयामः तत्र भव जय पठ शप् प्रत्ययस्य अकारः विधीयते अन्ते, केवलम् अकारः एव अवशिष्यते. सो भुवादिगणे प्रायशः तिबादयस्य कृते तत्र अदन्ताङ्गम् अक् ह्रस्व अकाररूपी अङ्गं विधीयते. कस्य कृते? तिबादयस्य कृते. सो पठ पठ योग उत्तमपुरुषे मी अपि च मिप् सिप् तिप्तज्जि सिप्तस्थ मिप् वस मस. ओके, मिप् वस मस. मिप् यः अस्ति, मिप् पकारस्य इत् अस्ति चेत् मकारः आदिं वर्णः. सो एतत् सूत्रं वदन्ति अदन्ताङ्गम् अस्ति चेत् तस्य अनन्तरं कोऽपि यै सार्वधातुप्रत्ययः अस्ति चेत् तत्र दीर्घ आदेशः भवति. सो अत् पञ्चमी अन्तम् अस्ति तत्. सो तस्यानन्तरम् अत् इति यः अस्ति इति षष्ठी अन्तं वदामः. तस्य दीर्घः भवति ह्रस्वाकारस्य. सो यत्र ह्रस्वाकाररूपी, सो तत्र पठ योग मी अस्ति चेत् तत्र पठामि भवति. अकारस्य दीर्घादेशः भवति. तथैव लिख इति तत्र तुदादिगणे लिखित धातुः, तत्रापि श इति विकरण प्रत्ययः, तत्रापि मिप् इति प्रत्ययस्य कृते अदन्ताङ्गम् अत् ह्रस्वाकाररूपी अङ्गम् अस्ति. अतः तत्र एव एतत् सूत्रस्य प्रसक्तिः. यत्र दीर्घ आकारः अस्ति अथवा कोऽपि अत् विहाय कोऽपि अन्य अदन्ताङ्गं नास्ति, अन् अदन्ताङ्गम् अस्ति, तत्र एतत् सूत्रस्य प्रसक्तिः नास्ति. अत्र तपरकरणं दृश्यते. सो अतः इति यः अस्ति षष्ठ्यन्तं पदम् अस्ति. अप्रत्ययः विद्यमानः नास्ति अत्र अत्, अत्र अत् अकारः अविद्यमानः, परन्तु तपरकरणं दृश्यते. अतः अत्र तत्कालस्य एव. सो केवलं ह्रस्वाकारस्य अनन्तरम् एव तत्र एतत् सूत्रस्य प्रसक्तिः. कोऽपि अन्य अत् विहाय कोऽपि अन्यवर्णः अस्ति चेत् सूत्रस्य प्रसक्तिः नास्ति. तथैव अत्र ऋत इत् धातुः, अत्र दीर्घरुकारस्य अनन्तरं तपरकरणम्. अप्रत्ययः अस्ति, अविद्यमानः अस्ति. सो षष्ठीरूपेण अस्ति ऋतः इत् इत् अपि सि इत् इति आदेशः. यद्यपि अत्र तपरकरणं न इष्टं, तथापि तत्र स्पष्टीकरणार्थम् एव अत्र तपरकरणं दृश्यते. इत्युक्ते इवन् इफ् अत्र तपरकरणं न धृतं, तथापि तत्र एतत् विद्यमानः इत् अस्ति, तत्र इत् इकारः. तत्र तपरकरणस्य आवश्यकता यद्यपि नास्ति, तथापि महर्षिणा कृतं स्पष्टीकरणार्थं. सो दीर्घऋकारान्तधातुः अङ्गस्य अन्तिमवर्णस्य ह्रस्व इकारादेशः भवति. अत्र आदेशरूपेण अनुवर्णः. यद्यपि न इष्टं, तथापि कृतं. किमर्थं चेत् स्पष्टीकरणार्थम्. एतादृशः तत्र व्याख्या, सूत्रस्य व्याख्या काशिका तत्र ग्रन्थे तत्र दृश्यते. सो केवलं दीर्घऋकारस्य एव ह्रस्व इकारः आदेशः भवति. गृ इति धातुः अस्ति, दीर्घऋकारान्तधातुः अस्ति, तत्र ऋकारस्य स्थाने तत्र ह्रस्व इकार इति आदेशः भवति. इकारः अन् प्रत्याहारः, सः उरन् रपरः, उहु अन् रपरः. सो सर्वदा ऋकारस्य स्थाने यत्र अन् प्रत्या अन् इति अ इ उ इति आदेशः भवति सर्वदा तत्र रेफः अपि परे आयाति. सो गिर् इति भवति. अत्रापि यद्यपि केवलम् इ उक्तं तथापि वयं जानीमः परिभाषासूत्रं पूर्वे एव उक्तम् उरनरपरः. सो तस्य आवश्यकता अत्र अस्ति किमर्थं चेत् ऋकारस्य स्थाने आदेशः. सो यस्मिन् यस्मिन् सूत्रे ऋकारस्य स्थाने अ इ उ इति आदेशः भवति सर्वदा तत्र रेफः अपि परे आयाति. सो न केवलं ऋकारस्य इ इति आदेशः, सूत्रं तु इ वदति परन्तु इर् भवति, अन्ततो गत्वा इर् भवति. सो गिरति इति रूपं भवति. सो अत्रापि तपरकर्णः दृश्यते अस्मिन् सूत्रे. सो बहुत्र बहुषु सूत्रेषु तत्र वयं तपरकर्णं पश्यामः. तत्र एतत् उदाहरणं तत्र दृश्यते. सो ऋतुविषये तपरकर्णम् आवश्यकम्, परन्तु इत् विषये तपरकरणम् आवश्यकं यद्यपि नास्ति, तथापि तत्र काशिकाकार वदति स्पष्टीकरणार्थम् एव. अस्तु, सो इस् दिस् सूत्र क्लियर् टु यु नौ? ऐ थिङ्क् दिस् मच् व्याख्या इस् तथैव अत्र अतो बिस् एस् दिस् इस् अ वेरि रामै तत्र रामैः भवति. अकारान्त् नपुंसकलिङ्गपदमस्ति वा पुल्लिङ्गपदमस्ति. बिस् इति प्रत्ययस्य तत्र सर्वदा फलैः, अस्तु, जलैः, रामैः, बालकैः इति भवति, ऐः भवति तृतीया. बिस् इति तृतीया बहुवचन प्रत्ययः अस्ति. सो अदन्ताङ्गस्य एव बिस् स्थाने तत्र ऐस् इति आदेशः भवति. अदन्ताङ्गं नास्ति चेत् तत्र ऐस् इति आदेशः न भवति. बिस् प्रत्ययस्य ऐस् आदेशः न भवति. अत्र अत् इति लिखितम्. सो ह्रस्व अकारान्तरूपी प्रातिपदिकम् अस्ति चेदेव तत्र बिस् प्रत्ययस्य ऐस् इति आदेशः भवति. सो रामैः इति भवति सकारस्य अनन्तरं विसर्ग आदेशः. सो सम्पूर्णप्रत्ययस्य तत्र बिस् इति प्रत्ययस्य स्थाने ऐस् इति आदेशः भवति. सो रामैः, जलैः, फलैः इति भवति तत्र तृतीया बहुवचन. अत्रापि तपरकरणं दृश्यते बहुषु सूत्रेषु. तत्र तपरकरणं वयं पश्यामः. सो दिस् इस् द तपरकरणविषयः, अनुदितसवर्णस्य अपि च तपरः तत्कालस्य इति सूत्रद्वयम्. एकवारम् एतत् परिच्छेदं तत्र पूरयामः. अस्तु, अग्रे कः पठति? गिरिजा भगिनी पठति वा भगिनि? पठतु. वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात् पूर्वं भवतु, तकारात् परं भवतु, यः वर्णः अनेन तकारसंयुक्तो भवति सः तत्कालस्य एव प्रतिनिधिः. अदेङ्गुणः अस्य उदाहरणम्. अनेन अकारः अत्, अतः ह्रस्व अकारस्य एव प्रतिनिधिः. एन् प्रत्याहारः तकारात् परः, अतः दीर्घः, दीर्घवर्णानाम् एव प्रतिनिधिः, न तु प्लुतानाम्. एतत् वयं पठितवन्तः. अदेङ्गुणः अत् एङ् गुणः. एङ् पूर्वे तकारः, अकारस्य अनन्तरं तकारः, द्वयमपि तत्र समकालस्य एव तत्र ग्रहणं प्रतिनिधिः भवति. न तु सर्वेषाम् अकाराणां, न तु सर्वेषाम् एकाराणां. द्वादश एकाराणां प्रतिनिधिः नास्ति, केवलं दीर्घ एकाराणां, षट् एकाराणाम् एव प्रतिनिधिः. किमर्थं चेत् तपरकरणं दृश्यते अस्मिन् सूत्रे इति अस्मिन् परिच्छेदे लिखितम्. अवगतं वा भगिनि? आं भगिनि. अनन्तरमपि पठतु. यस्मात् ह्रस्व अचः परे तकारः संयुज्यते, सः अच् केवलं ह्रस्वस्य प्रतिनिधिः, न तु दीर्घस्य, प्लुतस्य वा. यथा इत् ह्रस्व ह्रस्वः इकारः अत् ह्रस्वः अकारः इन्क्रीस् द वाल्यूम् भगिनि इन्क्रीस् द वाल्यूम् यु आर् स्पीकिङ्ग् एस् इफ् यु आर् स्पीकिङ्ग् फ्रम् द वेल् नो महोदय सम्यक् अस्ति महोदय कृपया चेक् युवर् इन्स्ट्रुमेण्ट् महोदय अहं तु सम्यक्तया तत्र श्रोतुं शक्यते सम्यक् श्रूयते महोदय सम्यक् अस्ति वदतु भगिनि यस्मात् ह्रस्व अचः परे तकारः संयुज्यते सः अचः अच् केवलं ह्रस्वस्य प्रतिनिधिः इत्युक्ते यस्य तपरीकरणं तकारस्य उपयोगं कुर्मः तत् ह्रस्वाकारः स्वीकरणीयः अस्ति चेत् तस्य स्वीकरणम् एव करणीयं न तु दीर्घः अतः प्लुतः न स्वीकरणीयं यथा इत् ह्रस्व इकारः अस्ति चेत् ह्रस्व इकारः एव स्वीकरणीयं न तु ई वा अतः प्लुतः वा न स्वीकरणीयं च ह्रस्व अकारः तथैव ह्रस्व उकारः अपि अतः ह्रस्वम् अकारं बोधयितुम् अत् इति वदामः यदा ह्रस्व अकारं स्वीकर्तुं चेत् तथैव अत् इति वदामः नो चेत् व्याकरणे यदा अकारः इति वदामः तदा सः अकारः अकारस्य आकारस्य अपि च आकारस्य प्रतिनिधिः सामान्यरूपेण यदि व्याकरणे अकारस्य इति चेत् त्रीणि रूपाणि अस्ति ह्रस्वैकारः दीर्घाकारः च प्लुतः अपि अस्ति परन्तु यदा तपरकरणं कर्तुं चेत् अकारस्य इति वदतुं चेत् केवलं ह्रस्वकारम् एव स्वीकरणीयं न तु दीर्घः दीर्घ आकारः अस्ति चेत् दीर्घः एव स्वीकरणीयः तदा प्लुतः अस्ति चेत् प्लुतः एव स्वीकरणीयः न अन्यरूपाणि स्वीकर्तुं शक्यते तदेव अतः महेश्वरसूत्रेषु केवलम् अ इ उ इत्यादयः ह्रस्ववर्णाः लिखिताः ते वर्णाः ह्रस्वस्य दीर्घस्य प्लुतस्य च प्रतिनिधयः दृष्टान्ते अतः स्थाने इत् भवतु अपि च अकारस्य स्थाने इकारः भवतु द्वयोः वाक्ययोः समानार्थः नास्ति अतः स्थाने इत् भवतु अपि च अकारस्य स्थाने यदा अतः स्थाने इत् भवतु इत्युक्ते तपरीकरणं पूर्वं यदा अकारस्य अस्ति तत्स्थाने इत् भवतु इति इकारस्य स्वीकरणं कर्तुं शक्यते परन्तु अकारस्य स्थाने इकारः न स्वीकर्तुं शक्यते इति शुद्धं वा भगिनि न जानामि इत्युक्ते अत्र वाक्यद्वयं लिखितम् एकं वाक्यमस्ति अतः स्थाने इत् द्वितीयं वाक्यमस्ति अकारस्य स्थाने इकारः वाक्यद्वयस्य समानार्थः नास्ति भिन्नभिन्न अर्थः अस्ति प्रथमवाक्ये तपरकरणं कृत्वा दत्तं तपरकरणं कृत्वा दत्तम् अस्ति चेत् वयं किम् इदानीम् अवगन्तुं शक्यते ह्रस्व अकारस्य स्थाने ह्रस्व इकार आदेशः परन्तु यदा वयम् अकारस्य स्थाने इकारः भवतु इति लिखितम् अस्ति चेत् दीर्घाकारस्य अपि प्लुताकारस्य स्थाने अपि तत्र दीर्घ इकारः दीर्घप्लुतः तत्र सर्वेषाम् अकाराणां ग्रहणं तथैव इकारः वदामः चेत् सर्वेषाम् इकाराणां ग्रहणं तत्र समानार्थः नास्ति द्वयोः वाक्ययोः वाक्योः तत्र समानार्थः नास्ति एतत् वाक्यस्य भिन्नार्थः एतत् वाक्यस्य भिन्नार्थः इति तत्र तपरकरणेन तत्र वयं एतादृशः भेदः ज्ञातुं शक्यते तपरकरणकारणेन अग्रे पठतु अकारः इति कथनेन अष्टादशप्रकारकः अकारः गृह्यते यदा ह्रस्वः उदात्तः अनुदात्तः स्वरितः अनुनासिकः अननुनासिकः दीर्घः उदात्तः अनुदात्तः स्वरितः तथैव अनुनासिकः अननुनासिकः, प्लुतः उदात्तः, अनुदात्तः स्वरितः, अनुनासिकः अनुनासिकः इत्यनेन अष्टादशभेदाः. एतानि सर्वाणि अष्टादशभेदानि रूपाणि सन्ति. ते सर्वाणि अकाराः न स्वीकर्तुं शक्यते तपरकरणात् कारणात्. सत्यं. किन्तु तपरं स्वीकृत्य यत्र अत् उच्चार्यते तत्र निश्चयेन केवलं षट् प्रकारकः ह्रस्वः अकारः गृह्यते. तदर्थं तपरः क्रियते सः परो यस्मात् सः तपरः. व्याकरणे तपरकरणम् इत्युच्यते. इन् शार्ट् विषये तपरकरणं. सो अत्र तपरकरणं कृतं. सो यत्र यत्र स्वरस्य अनन्तरं तपरकरणं कृतम् अस्ति तत्र तस्य कालस्य एव ग्रहणं करणीयं. तस्य कालस्य एव प्रतिनिधिः सः भवति. केवलम् अ लिखितमस्ति चेत् तत्र अष्टादश समहेश्वरसूत्रेषु अ इ उन् रु लुक् ए ओङ् ऐ औच् हय वरट. सो तत्र तपरकरणं न दृश्यते. तत्र केवलम् अकारः लिखितं. सो अकारः लिखितमस्ति चेत् तत्र अष्टादश अकाराणां ग्रहणं, न तु ह्रस्वकारस्य एव ग्रहणम् इति अत्र लिखितं. सो व्याकरणशास्त्रे यत्र यत्र तपरकरणं दृश्यते तत्र तस्य कालस्य, तत्र ह्रस्वाकारस्य षट् प्रभेदः, अतः ह्रस्वाकारस्य सवर्णाः ये ये सन्ति तेषाम् एव ग्रहणं, न तु अष्टादश अकाराणां ग्रहणं. तस्य नाम अस्ति तपरकरणं. सो अत्र तपरकरणम् अस्ति वा नास्ति वा इति अस्माभिः तत्र द्रष्टव्यं. प्रायशः तत्र सूत्रेषु आत् यदा आत् लिखितमस्ति वी हेव् टु बि वेरि स्पेसिफिक् ओवर् दियर् बिकास् आत् विल् बि दीर्घ आकारस्य तपरकरणम् और् आत् विल् बि पञ्चमी आल्सो रामात्. So we have to be specific over there. We have to check whether it is panchami or it is taparkaranam. With respect to aath only, we have some problem. But with respect to all the other swaras, there is no problem. Tapar, ta diktakarah drishyate chet, tatra taparkaranam kritam. Only problem is with respect to dhirga akarah. So there we have to be very specific. Kasminchit sutre aath likhitam asti chet, तत्र आत् इत्युक्ते पञ्चमी वा तपरकरणं वा इति तत्र भेदः. सो इफ् वि रीड् सच् सूत्रं देयर् वी विल् सी वेदर् देट् इस् पञ्चमी और् देट् इस् तपरकरणम्. अनन्तरमपि पठतु. षट् प्रकारकः ह्रस्वः अकारः इत्युक्ते ह्रस्व उदात्त अनुनासिकः, ह्रस्व उदात्त अनुनासिकः, ह्रस्व अनुदात्त अनुनासिकः, अनुनासिक एण्ड् अन् अनुनासिक, अन् अनुनासिक, ह्रस्व अनुदात्त अनुनासिक, अननुनासिकः, ह्रस्व स्वरित अनुनासिकः, ह्रस्व स्वरित अननुनासिकः. एतानि षट् प्रकारकः प्रभेदानि सन्ति. अस्माकं कृते अत् इत्युक्ते ह्रस्व अकारः इति चिन्तयाम चिन्तयामः. बिकास् वी डोण्ट् गो सो डीप् न फार् लौकिकभाषायां, लौकिक संस्कृतभाषायां वी डोण्ट् गो डीप् विद् रेस्पेक्ट् उदात् अनुदात् स्वरित् अनुनासिक निरनुनासिक. बट् वेदे तादृशः भेदः, तत्र उच्चारणभेदः अपि अस्ति. सो तत्र एतादृशः प्रयोजनं दृश्यते. परन्तु भाषायां तु यदा तत्र अत् अस्ति वी सिम्पली से देट् ह्रस्वाकारः, ह्रस्वाकारस्य ग्रहणं. चिन्त्यताम् केवलं ह्रस्वाकारः रूपमेव स्वीकरणीयम्. तपरकरणं पूर्वं वा भवितुं, पूर्वं भवितुम् अर्हति, परमपि भवितुम् अर्हति वा? अदेङ् पूर्वे तपरकरणमस्ति, पूर्वे अतः तत्र प्लुत् एकाराणां ग्रहणं नास्ति. यद्यपि एकारस्य तत्र ह्रस्वभेदः नास्ति, तत्र प्लुत् एकारस्य अपि च प्लुत् औकारस्य भेदः नास्ति. परन्तु एतादृशः उदाहरणानि बहु न्यूनानि सन्ति भगिनि, परन्तु प्रायशः तत् सपरकरणम् अनन्तरम् एव दृश्यते. परन्तु since this taparaha is padam over there, we can make it panchami panchami tatpurush and bahubrihi. So that is why the two meanings come. Taparaha purve api bhavitum shaknoti, taparaha anantaram api bhavitum shaknoti. Because this taparaha iti samasik padasya vigraha vakya dvayam tatra bhavati. Ekamasti takaraha parahyaha and the second one is takaraha paraha yasmat. That is why this adengunaha iti tatra udharanam dattam. तथैव कानिचन वैयाकरणः वदन्ति वृद्धि राधेच, सो आत् वृद्धिः एच, आत् अपि च ऐच, तत्रापि तपरकरणं मध्ये दृश्यते आत् ऐच. सो ऐच् पूर्वे अपि तपरकरणम्, आत् अनन्तरम् अपि तपरकरणम्. सो केवलं दीर्घ ऐकारस्य ग्रहणम् अपि च दीर्घ औकारस्य ग्रहणं, वृद्धि इति संज्ञा, तथैव आत् इति कथनेन दीर्घ आकारस्य ग्रहणं. सो तत् तादृश उदाहरणमपि वृद्धि राधेच् इति यः अस्ति, तत्रापि आत् ऐच् तत् मध्ये तत्र स्थापितं महर्षिणा. अस्तु, इदानीं चतुर्थसूत्रम् दीर्घः. अनुसूया भगिनी पठति वा भगिनी? पठतु. उपधा दीर्घः. उपधायां च अष्टम अध्याये द्वितीयपादे अष्टासप्ततिः तमसूत्रः. धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्. हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. इक् हि ऊरुनृ उपधायां सप्तमन्त्यं च अव्ययं. सिपि धातोः रुरुर्वा अष्टम अध्याये द्वितीयपादे चतुर्थसप्तमीतमसूत्रेण इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रोरुपधाया दीर्घ इकः इत्यस्मात् ओः रो इक दीर्घः पूर्वे रोः रेफवकारोः रेफः अपि च वोः द्विवचनात् कृतमस्ति. अनुवृत्तिसहितसूत्र धातोरो उपधायाम् उपधायं च इकः दीर्घः हलि. इत्युक्ते यदा धातोः अन्ते रुकारः अस्ति, रेफ् अस्ति अथवा वकारः अस्ति चेत् हल् पर धातोः अन्ते वा अत्र हलि इति अनेन किं हलपरयोः हल्परयोः इकः दीर्घः भवति इति सूत्रस्य अभिप्रायः. हलन्तधातूनाम् उपधायां रेफकार अस्ति चेत् उपधायां च इति सूत्रस्य प्रसक्तिः कस्य धातुविषये भगिनि? कीदृशधातुविषये? अन्ते किं भवेत्? हलन्तधातुः हलन्तधातूनां किमपि हलवर्णः अन्ते अस्ति, न तु रेफः अपि च वकारः. रेफवकारस्य भिन्नप्रयोजनम् अस्मिन् सूत्रे. धातुः हलन्तम् अस्ति चेत् तस्य उपधायां हलन्तधातूनाम् उपधायां किं भवेत्? रेफः वकारः अस्ति चेत् so at the end there should be some halvarnah. Tasya halvarnasya purve tatra kim bhavet? These are the conditions for this sutra. This sutra can be applied to only such dhatu which has halanta, a hal halanta dhatu upadaya yadi refaha वा वकारः अस्ति चेत् तत् उपधायां दीर्घः भवति इति सूत्रस्य अभिप्रायः. सो द फस्ट् कण्डिशन् इस् फार् उपधायां च इति सूत्रस्य प्रसक्त्यार्थं हलन्तधातु, इट् शुड् बि हलन्तधातु. द फस्ट् कण्डिशन् इस् धातुः हलन्तं भवेत्. देट् इस् द फस्ट् पायिण्ट्. सेकेण्ड् पायिण्ट्, वट् इस् द सेकेण्ड् पायिण्ट् भगिनि वदतु. उपधायाम् उपधायां रेफा अथवा वकारः अस्ति चेत् भवेत्. सेकेण्ड् कण्डिशन् हलन्तधातुः उपधायां रेफः अपि च वकारः भवेत्. द्वितीय कण्डिशन् वट् इस् द थर्ड् कण्डिशन् हलीपरे न रेफः वकारस्य पूर्वे किं भवेत्? कस्य दीर्घः अत्र आदेशः? कस्य दीर्घ आदेशः? सो रेफः वकारस्य पूर्वे तत्र रस्व इक् भवेत्. इदानीम् अत्र तु केवलम् इक् लिखितं. सो वी विल् से रेफ वकारस्य पूर्वे द थर्ड् पायिण्ट् इस् देट् धातुः रेफ वकारस्य पूर्वे इक् भवेत्. दिस् इस् द थर्ड् पायिण्ट्. सो वाट् इस् द आदेशः? तादृश इक् वर्णस्य किं भवति आदेशः? दीर्घादेशः. सो अस्मिन् सूत्रे कण्डिशन् त्रयं, धातुः हलन्तं भवेत्, उपधायां रेफः अपि च वकारः भवेत्, रेफ वकारस्य पूर्वे तत्र इक् वर्णः भवेत्. तस्य तादृश इक् वर्णस्य एव दीर्घादेशः. सो वेरि लिमिटेड् दिस् प्रयोगः आफ् दिस् सूत्र, बिकास् तादृशधातवः बहु न्यूनानि सन्ति धातुपाठे. एकम् उदाहरणमपि पठतु. कुर्दि कुर्द अन्त्याकारः अन्तिम इकार अनुनासिक इकारस्य कुत्र अस्ति भगिनि? इकारः कुत्र अस्ति? कुर्द सोरि सोरि अकारस्य न रुक अकार अकार ध कूर् ध अ अन्ते अस्ति, सः अकारः अनुनासिक अकारः, तस्यैव इति भवति. कुर्द भवति तत्र उपधायां रेफः अस्ति. न प्रथमे धातुः हलन्तम् अस्ति वा? धातुः हलन्तम् अस्ति. उपधायां कः वर्णः? उपधायां रेफः अस्ति. रेफस्य पूर्वे इक् वर्णः अस्ति. उ अस्ति. अस्ति तदा तत्र उ तत् उ दीर्घः भवति. ऊकारः भवति. कूर्द लौकिकरूपमस्ति. कूर्द कूर्द उप केन सूत्रेण? उपधायां च सूत्रेण. उपधायां च कूर्द कुर्दि कुर्दि अपि कूर्द भवति. क्षम्यताम्, अत्र अकारः अन्तिम अस्ति खलु? अनुनासिक अकारः अकारस्य इति संज्ञा उपदेशे अजनुनासिक. परन्तु अनन्तरम् इत्संज्ञकवर्णस्य निष्कासनम् अनन्तरं धातुः हलन्तं भवति. अनुनासिकवर्ण इत्युक्ते इत्संज्ञकवर्णानां निष्कासनम् अनन्तरं धातुः सि धातुपाठे सर्वेषां धातूनाम् अन्ते स्वरः, कोऽपि मूले धातु कोऽपि हलन्तधातु नास्ति तत्र धातुपाठे, अहं चिन्तयामि. सर्वेषाम् औपदेशिकधातूनाम् अन्ते अनुनासिकस्वरः महर्षिणा स्थापितं, तत्र अनुनासिकस्वरस्य प्रयोजनम् अस्ति. धातुविज्ञानं तृतीय इति करपत्रे वयं पश्यामः तत्. सो अनुबन्धानां निष्कासनम् अनन्तरम् एव तत्र द्रष्टव्यं धातुः हलन्तं वा अथवा तत्र इगन्तं वा इत्संज्ञम् इत्संज्ञ इदानीं तत्र धातुः हलन्तम् उपधायां रेफः, रेफस्य पूर्वे तत्र इकवर्णः, सः इकवर्णः ह्रस्वः, अतः उपधा. सपोज् मूले एव दीर्घः, सो तत्र उपधायां च इति सूत्रस्य कोऽपि आवश्यकता एव नास्ति. यत्र यत्र रेफस्य पूर्वे ह्रस्व इकवर्णः तत्र एव दीर्घः भवितुं शक्नोति. यत् पूर्वे एव यत् दीर्घं दत्तं तत्र कथम् एतादृशः सूत्रस्य प्रसक्तिः एव नास्ति. परन्तु अत्र अस्ति, अत्र रेफस्य पूर्वे ह्रस्व इकवर्णः, अतः दीर्घ भवितुं शक्नोति. सो उपधायां च इति सूत्रद्वारा अत्र कार्यं करणीयम्. सो कूर्द इस् द लौकिक रूपं, बिकास् उपधायां च इस् एन् अनिमित्तिक कार्यम्, इट् इस् अ प्राकृतिक कार्यं, पूर्वे एव करणीयम्. सो इस् दिस् सूत्र, सूत्रस्य अर्थः सर्वैः अवगतं वा? उपधायां च वी शुड् रैट् द थ्री पायिण्ट्स्. धातुः हलन्तं भवेत्, उपधायां रेफः अथवा वकारः भवेत्. तृतीयं, थर्ड् बिन्दु इस् देट् रेफस्य पूर्वे अथवा वकारस्य पूर्वे तत्र इकवर्णः भवेत्. तस्य इकवर्णस्य एव दीर्घादेशः, दीर्घः इकः दीर्घः भवति, दीर्घः इकः भवति. अस्तु, सो हलि इत्यनेन तत्र हलन्तधातूनां प्रसङ्गः. अत्र हलि इति सप्तमी अन्तम् अस्ति, परन्तु निमित्त नास्ति, विषयसप्तमी अस्ति. हलन्तधातूनां विषये रेफ् उपधायां रेफ् वकारस्य पूर्वे ह्रस्व इकवर्णः अस्ति चेत् तस्य दीर्घ आदेशः. सो वी हेव् टु सी एव्रिवियर् सप्तमी अन्तं केनाट् बि अ निमित्तम्, इट् केन् बि अ विषयसप्तमी आल्सो. सो हियर् द हलि इस् द सप्तमी अन्तं पदं, परन्तु इट् इस् द विषयसप्तमी. हलन्तविषये, हलन्तधातूनां विषये एव एतत् कार्यं भवति, उपधायां च इति सूत्रस्य प्रसक्तिः. अस्तु, इदानीं तु समयः अभवत्. कैण्ड्लि चेक् दिस् आल् दिस् अभ्यासः तत्र दत्तम्. सो इन् द नेक्स्ट् क्लास् वी विल् रीड् दिस् सलो अन्त्यात् पूर्वम् उपधा. वी नो दिस् संज्ञासूत्रम्. उपधा इत्युक्ते एकं पारिभाषिक शब्दः, टेक्निकल् वर्ड् अस्ति, संज्ञा अस्ति. सो उपधा इति संज्ञा कस्य कृते इति अस्मिन् सूत्रे दत्तम्. रीड् दिस् सूत्र, वी नो अबौट् द उपधा. अन्तिम अल्पूर्वे यः वर्णः तस्यैव उपधा इति संज्ञा व्याकरणशास्त्रे. वी नो बट् व्याख्यारूपेण कथं लिखितं तदपि पठतु. एण्ड् डू दिस् अभ्यासः. वी विल् टेक् सम् स्पेसिफिक् एक्साम्पल्स्, वी विल् नाट् डू आल् दिस्. सो एव्रिबडी इस् रिक्वेस्टेड् टु फिनिश् दिस् अभ्यासः. सो वी हेव् टु अप्लै द इत्संज्ञा. प्रथमे तत्र प्रथमसोपाने वर्णानाम् इत्संज्ञा करणीयम्. अनन्तरं ये चतुर्णां सूत्राणां प्रसक्तिः यत्र अस्ति तस्य प्रयोगः, सूत्रस्य प्रयोगः करणीयं. कुत्रचित् सूत्रद्वयस्य प्रयोगः अपि भवति, इत्युक्ते तत्र नोपदेशधातुः, शोपदेशधातुः, इदित् अपि भवितुं शक्नोति. सो इदित् अस्ति चेत् नुमागमः अपि करणीयम्, अपि च धातु आदेशः सः इत्यनेन मूर्धन्य शकारस्य सकारादेशः करणीयम्. अथवा नोपदेशधातु अस्ति चेत् नकारस्य दन्त्यनकारादेशः करणीयम्. सो तत् दृश्यतु यत् अत्र नास्ति. सो चेक् आल् दीस् एक्साम्पल्स्, यु शुड् डू दिस् एस् एन् होम्वर्क्. वी विल् डिस्कस् दीस् इन् द नेक्स्ट् क्लास् बट् सिन्स् टैम् हेल्प्स्, कोऽपि अन्यत् नास्ति अस्मिन् करपत्रे. अस्तु, कोऽपि प्रश्नः अस्ति वा इदानीं पर्यन्तम्? कुत्र किं भगिनि? सो अङ्ग् भवति, अङ्ग् भवति. सो यत्र यत्र नुमागमः, यत्र नुमागमः भवति तत्र संज्ञासूत्राणाम् अपि तत्र प्रयोगं करणीयं. यद्यपि सि पदनिर्माणार्थं वयं संज्ञासूत्राणां प्रयोगः अन्ते कुर्मः, परन्तु इदानीम् अभ्यासविषये यथा अत्र नकारस्य आगमः भवति, इदित् अस्ति, तत्र यै वर्णः गकारः परे, सो नकारस्य किं परिवर्तनम् अत्र भवति? सो क्रमेण प्रथमे नकारस्य अनुस्वारः, अनन्तरम् एव अनुस्वारस्य यै परस्वर्णः इत्यनेन तत्र कण्ठनकारः इति आदेशः, सो अङ्ग् भवति. तादृशसोपानानि तत्र लिखतु, तेन किं सम्यक् एतत् करपत्रस्य सम्यक् अभ्यासः तत्र सर्वेषां सूत्राणां तत्र अभ्यासः तत्र भवितुं शक्नोति. कृपया एतत् करोतु. अस्तु, कोऽपि अन्यप्रश्नः नास्ति चेत् अत्र स्थगामः. जगदीश महोदय, कृपया शान्तिमन्त्रं पठति वा महोदय? अवश्यम्. ॐ पूर्णमदः पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम्. श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्कारः, धन्यवादाः, पुनः मिलामः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. I have a couple of